सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः। भगिनी कृपया सुभाषितं श्रावयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी वश यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यसे पूज्यते न तु धनं विद्याविहीन पशुः। ॐ श्रीगुरुभ्यो नमः। हरि ओम्। धन्यवादः भगिनी, उत्तमरीत्या श्रावितवती। गते सप्ताहे एव सप्तमीविभक्तिः इति पाठः आरब्धः, ऊनविंशः पाठः। गीतासोपानं पुस्तके त्रिषष्टितमं पुटं पश्यन्तु। तस्मिन् पुटे सप्तमीविभक्तेः विषयसम्बद्धवाक्यानि दत्तानि। उदाहरणत्वेन कानिचन वाक्यानि वयं पूर्वमेव दृष्टवन्तः। सप्तमीविभक्तेः प्रसङ्गे किञ्चित् वदामि आरम्भे। सप्तमीविभक्तिः कुत्र भवति तस्मिन् प्रसङ्गे किञ्चित् ज्ञातव्यं। तत्र सर्वेषां वस्तूनां कोऽपि आधारः भवति खलु, आधारः आवश्यकः। यः आधारः भवति तस्य सप्तमीविभक्तिः भवति। मम गृहे भगवद्गीता अस्ति। गृहे इत्यस्य सप्तमीविभक्तिः किमर्थम् इत्युक्ते गृहम् आधारः, अतः तस्य सप्तमीविभक्तिः भवति। उदाहरणत्वेन अन्यानि वाक्यानि भवन्तः सर्वे जानन्ति एव, किञ्चित् पुनःस्मरणत्वेन वदामि। मम नगरे एकः विद्यालयः अस्ति। तस्मिन् विद्यालये बहवः प्रकोष्ठाः सन्ति। एकस्मिन् प्रकोष्ठे ग्रन्थालयः अस्ति। तस्मिन् ग्रन्थालये बहवः संस्कृतग्रन्थाः सन्ति। तेषु संस्कृतग्रन्थेषु बहवः नीतिविषयाः सन्ति। ते विषयाः ज्ञातव्याः अपि च स्मर्तव्याः। नगरे, विद्यालये, प्रकोष्ठे, ग्रन्थालये, ग्रन्थेषु एतेषां पदानां सप्तमीविभक्तिः भवति। इत्युक्ते एतेषु वाक्येषु यः आधारभूतः शब्दः अस्ति तस्य सप्तमीविभक्तिः भवति। इत्युक्ते नगरं, ग्रन्थालयः, विद्यालयः, प्रकोष्ठः, ग्रन्थाः, एते शब्दाः आधारभूतशब्दाः। आधारः एव अधिकरणं, तत्र अधिकरणम् इति एका संज्ञा अस्ति व्याकरणे। आधारोधिकरणम् इति सूत्रमस्ति। प्रथमाध्याये अष्टाध्याय्यां संज्ञासूत्राणि, बहूनि संज्ञासूत्राणि प्रथमाध्याये दत्तानि। तत्र अहं पूर्वस्मिन् वर्गे अपि उक्तवती, आधारः त्रिधा भवति। औपश्लेषिकः आधारः, विषयगत आधारः, वैषयिक आधारः, अभिव्यापकः आधारः। यानि वाक्यानि मया पूर्वम् उक्तानि तानि सर्वाणि उदाहरणानि, इत्युक्ते मम नगरे एकः विद्यालयः अस्ति, तानि सर्वाणि वाक्यानि औपश्लेषिक आधारस्य कृते उदाहरणानि। अपि च द्वितीयप्रकारकः आधारः अस्ति वैषयिक आधारः, इत्युक्ते मनसिगत आधारः अथवा विषयसम्बन्धी आधारः, विषयगत आधारः। उदाहरणार्थम् अन्यानि वाक्यानि वदामि। संस्कृताध्ययने मम महती आसक्तिः अस्ति। संस्कृताध्ययने मम आसक्तिः अस्ति। अस्मिन् वाक्ये आसक्तेः आधारः संस्कृताध्ययनम्, इत्युक्ते अत्र विषयरूप आधारः अथवा मनसिगत आधारः अस्ति। वैषयिक आधारः इत्युक्ते विषयशब्दात् वैषयिक इति पदम् आगतम्, उपश्लेष इति पदात् औपश्लेषिक इति पदम् आगतं, तद्धितप्रत्ययान्तरूपाणि। विषयगत आधारस्य कृते अन्यानि वाक्यानि वदामि। संस्कृतभाषायां जनाः प्रीतिं प्रदर्शयन्ति। इदानीन्तनकाले संस्कृतभाषायां जनाः प्रीतिं प्रदर्शयन्ति। अत्र संस्कृतभाषायां विषयगत आधारः। तथा एव शरीरस्य अलङ्कारे मम आसक्तिः अस्ति अथवा शरीरस्य अलङ्कारे मम आसक्तिः नास्ति, तत्रापि विषयगत आधारः एव। चित्रलेखने बालकस्य अतीव आसक्तिः अस्ति, मधुरखाद्ये किमर्थम् एतावती प्रीतिः, तत्र मधुरखाद्ये इति विषयगत आधारः। चित्रलेखने बालकस्य आसक्तिः अस्ति, तस्मिन् विषये अपि चित्रलेखने इति विषयगत आधारः अथवा मनसिगत आधारः इति वक्तुं शक्नुमः। अपि च सप्तमीविभक्तेः प्रसङ्गे एकः विषयः स्मर्तव्यः, स्निह्यति विश्वसिति इति क्रियापदद्वयमस्ति, इत्युक्ते धातुद्वयमस्ति, स्निह् धातुः स्वस् धातुः। स्निह्यति विश्वसिति एतयोः द्वयोः प्रयोगे अपि सप्तमीविभक्तिः भवति, इत्युक्ते एतयोः द्वयोः धात्वोः प्रयोगः यत्र भवति, स्निह्यति विश्वसिति एतयोः प्रयोगः यत्र भवति तत्र स्नेहस्य पात्रं यद्भवति अथवा विश्वासस्य पात्रं यद्भवति तस्य सप्तमीविभक्तिः भवति। उदाहरणार्थं दशरथः पुत्रेषु अधिकं स्निह्यति स्म, दशरथमहाराजः पुत्रेषु अधिकं स्निह्यति स्म। स्निह्यति इति पदमस्ति इति कृत्वा पुत्रेषु अधिकं स्निह्यति, तथा एव रावणः स्वशक्तौ अधिकं विश्वसितवान्, तत्र स्निह्यति विश्वसिति एतादृशेषु एतेषां पदानां प्रयोगः यत्र भवति तत्र यत् विश्वासपात्रं भवति तस्य सप्तमी विभक्तिः भवति इति एकः विषयः। एतावता आधारः त्रिधा भवति, औपश्लेषिकः आधारः, विषयगत आधारः, तृतीयप्रकारः सर्वगत आधारः। सर्वगत आधारः इत्युक्ते अभिव्यापकः आधारः इति वदामः। तत्र उदाहरणानि तिलेषु तैलमस्ति, पयसि घृतमस्ति, सर्वस्मिन् आत्मा अस्ति, एतानि वाक्यानि अभिव्यापक आधारः इत्यस्य कृते उदाहरणानि सन्ति। अपि च सप्तमीविभक्तेः प्रसङ्गे अस्माकं पुस्तके किं दत्तमस्ति इति एकवारं परिशीलयामः। तदर्थं भवन्तः सर्वे त्रिषष्टितमं पुटं पश्यन्तु, प्रथमवाक्यात् आरभ्य अद्य वयं किञ्चित् परिशीलयामः। स्वधर्मे निधनं श्रेयः, स्वधर्मे सप्तमी विभक्ति, धर्मं स्व उपसर्गपूर्वक धर्मं धर्मः इत्युक्ते तस्मिन् प्रसङ्गे वयं गते सप्ताहे किञ्चित् दृष्टवन्तः। अग्रे वाक्यानि पठतु। उच्चैः पठत अवगच्छत च, सप्तमी विभक्तिः। महाराजः गजे उपविशति, खगाः आकाशे विहरन्ति, आञ्जनेयः ध्वजे विलसति, छात्राः विद्यालये पठन्ति, पुल्लिङ्गशब्दः अस्ति, महाराजः अकारान्त, महाराजः राजन् शब्दः न नकारान्त, राजः महाराजः प्रथमाविभक्ति एकवचनं, राजः तत्र किञ्चित् दर्शनभगिनी कृपया एकवारं वदतु, महाराजः इति कीदृशं पदम् अत्र, दर्शनभगिनी इतोपि वदतु अत्र कीदृशं कार्यमस्ति। विशेषण पूर्वसमासः, महान् महत् राजन् वा, महान् महाराजः यथा भूमभगिन्या उक्तं, महाराजः इति समस्तपदम्, अकारान्तपदं, समस्तपदम् अपि च अकारान्तपदं। कथम् अकारान्तपदं भवति, तत्र वार्ता भिन्ना वार्ता अस्ति, किन्तु इदं पदं समस्तपदम्। विशेषणपूर्वपदकर्मधारयसमासः अस्ति। विग्रहवाक्यं वदामश्चेत् महान् च असौ राजा च, अथवा महान् च एषः राजा च इति विग्रहवाक्यं वक्तव्यं भवति, किन्तु राजन् इति नकारान्तपदं। तत्र पश्यन्तु भेदः अस्ति, महाराजः इति अकारान्तपदं, यथा रामशब्दवत् रामः रामौ रामाः, तथा एव महाराजः इत्यपि अकारान्तपदं, किन्तु राजन् शब्दः हलन्तशब्दः, इत्युक्ते तस्य प्रातिपदिकं राजन्, प्रथमाविभक्ति एकवचनरूपं राजा. दर्शनभगिनी प्रथमाविभक्त्यन्तरूपाणि एकवारं वदतु. राजा राजानौ राजानः. उत्तमं. राजा राजानौ राजानः. अहं दृष्ट्वा उक्तवती भगिनी. अत्र बहवः विषयाः सन्ति, वयं सर्वे पठन्तः स्मः, विस्मरणं भवति, तदर्थं दृष्ट्वा वदति चेदपि साधु एव. महाराजः उपविशति कुत्र? गजे. अत्र शरीरगत आधारः अस्ति. अत्र गजे इति पदस्य सप्तम्यन्तं रूपम् अस्ति. अहं पूर्वमपि उक्तवती आधारोधिकरणम् इति प्रथमाध्यायस्य सूत्रमस्ति, अपि च सप्तम्यधिकरणे च इति सूत्रमस्ति. द्वितीयाध्याये अस्ति सप्तम्यधिकरणे च इति सूत्रेण अत्र सप्तमी विभक्तिः भवति. अत्र शरीरगत आधारः अस्ति. महाराजः गजे उपविशति. उपविशति इति क्रियापदमस्ति. तस्मिन् प्रसङ्गे शोभा भगिनी वदतु. उपविशति, उप इति उपसर्ग, विश् इति धातुः, समस्तपदम् उपविशति इति भवति भगिनि. उप इत्युक्ते समीपम् इति अर्थे, समीपम् अस्ति इति अर्थं भवति उपविशति इत्यस्य. अधुना किम् अन्य किमपि वदनीयं वा? समस्तपदं वक्तुं शक्नुमः वा? तत् समस्तपदं नास्ति. अत्र समस्तपदम् इत्युक्ते किम् इत्युक्ते द्वयोः सुबन्तयोः मध्ये एव समस्तपदनिर्माणं भवति. तत् पदं सुबन्तपदं भवेत्. अत्र महाराजः इति पदं पश्यतु, राजा इति नकारान्तसुबन्तपदम् अस्ति. महत् प्रातिपदिकात् पुंलिङ्गे महान् इति सुबन्तपदं सिद्ध्यति. समस्तपदानां निर्माणं कथं भवति इत्युक्ते द्वयोः अथवा बहूनां सुबन्तपदानां मध्ये एव समस्तपद निर्माणं कर्तुं शक्नुमः, इत्युक्ते न तु तिङन्तानाम्. ओ अस्तु, समासस्य ज्ञानं नास्ति, क्षम्यताम्. तिङन्तपदयोः मध्ये समासः न कदापि भवति. यदा भवत्या उक्तम् उप इति उपसर्गः अस्ति, समीपार्धे उप इति उपसर्गस्य प्रयोगः भवति. उपसर्गाः क्रियायोगे इति एकं सूत्रमस्ति, इत्युक्ते एते द्वाविंशति उपसर्गाः एव तेषां नाम अस्ति उपसर्गाः. कुत्रचित् तेषां नाम उपसर्गाः इति वदामः, कुत्रचित् तेषां गतिसंज्ञा भवति, कुत्रचित् अव्ययसंज्ञा भवति. इत्युक्ते एतेषाम् उपसर्गाणाम् एव भिन्नभिन्नसंज्ञाः दीयन्ते. कुत्रचित् तेषां नाम उपसर्गः, कुत्रचित् तेषां नाम गतिसंज्ञा, अव्ययसंज्ञा अपि भवति. किन्तु प्रादेयः अपि भवति न? प्रादयः भवन्ति. उत्तमम्. उपसर्गाः एव प्रादयः भवन्ति. प्रादयः एव उपसर्गाः क्रियायोगे, इत्युक्ते धातोः पूर्वं तेषां प्रयोगः भवति चेत् तदा उपसर्गः इति वदामः. अत्र उपविशति इत्यस्मिन् प्रसङ्गे इतोपि किञ्चित् ज्ञातव्यम्. विश् धातुः सकर्मकः धातुः, किन्तु उपविशति उप इति उपसर्गस्य योजनेन अत्र अकर्मकरूपं सिद्ध्यति. इत्युक्ते विशति इति सकर्मकरूपं, किन्तु उपविशति इति अकर्मकरूपम् इति स्मर्तव्यम् अत्र. विश् धातोः रूपं, विश् धातोः प्रसङ्गे इतोपि शोभा भगिनी जानाति एव, व्याकरणवर्गे वयं पठितवन्तः. विश् धातुः तुदादिगणे अस्ति इति कृत्वा वदतु. तुदादिगणे अति अस्ति इति कृत्वा तत्र गुणः न भवति तुदादिगणे अस्ति चेत्. तदेव इत्युक्ते विश् धातुः तुदादिगणे अस्ति इति कृत्वा तत्र गुणकार्यं न भवति. यदि अयमेव धातुः भुवादिगणे अस्ति चेत् तत्र गुणकार्यं भूत्वा वेषति इति वेषति. इत्युक्ते गुणकार्यं न भवति, गुणकार्यं भवितुम् अर्हति. किमर्थं चेत् विश् धातुः हलन्तधातुः, उपधायाम् इकारः अस्ति इति कृत्वा गुणः भवितुमर्हति. किन्तु अयं धातुः तुदादिगणे अस्ति इति कृत्वा तत्र गुणकार्यस्य निषेधः भवति इति अत्र स्मर्तव्यः अंशः. एतावता उपविशति इति अकर्मकक्रियापदम्. अकर्मकप्रयोगः धातोः अकर्मकप्रयोगः भवति इति वक्तव्यम् अस्मिन् वाक्ये. द्वितीयं वाक्यं स्वीकृत्य भूमा भगिनी वदतु. खगाः आकाशे विहरन्ति. खगाः अकारान्त पुल्लिङ्गः बहुवचनं, प्रथमाविभक्ति बहुवचनं. आकाशे सप्तमी विभक्ति, आकाशः अकारान्त पुल्लिङ्गः. विहरन्ति वि उपसर्गपूर्वक हृ धातु. हरति. उत्तमं भगिनी, सुन्दररीत्या उक्तवती. खगः अकारान्तपदमस्ति. कोऽपि वदति वा खगः इति पदस्य अर्थः कः? लता भगिनी वदतु. आं भगिनि, खम् इत्युक्ते आकाशः, ग इत्युक्ते गच्छति, आकाशे गच्छति. अतः पक्षिणाम् अपरं नाम विहगः. तदेव श्रोतुमिच्छामि. अत्र यथा भगिन्या उक्तं खं खे खानि, खम् इत्युक्ते आकाशः इति अर्थः अपि अस्ति. नपुंसकलिङ्गपदं खं यथा फलम् इव, खम् इति खं खे खानि, फलं फले फलानि इव नपुंसकलिङ्गपदम् अस्ति. खे गच्छति इति खगः, आकाशे गच्छति. खे इति सप्तम्यन्तरूपं, खे गच्छति. खं खे खानि प्रथमाविभक्त्यन्तरूपाणि, किन्तु सप्तमी विभक्त्यां तस्य रूपं खे, खे गच्छति. अतः आकाशे गच्छति इति अर्थः अस्ति. आकाशस्य अन्यानि पर्यायवाचिनः शब्दाः भवती जानाति चेत् वदतु. आकाशः, आकाशः कं, खम् इस् आकाशम्. इतोपि अहं वदामि, गगनं, खं, वियत्, अम्बरम्, अन्तरिक्षं, सुरवर्त्मा. वर्त्मा इति नकारान्तपदं. सुरवर्त्मा इत्युक्ते आकाशः. आकाशस्य अर्थः कः इति अहं दृष्टवती, अतः वदामि. पञ्चभूतान्तर्गतभूतविशेषः. पञ्चभूतेषु अयम् एकः, तदर्थमेव पञ्चभूतान्तर्गतभूतविशेषः एव आकाशः. अपि च अत्र वि उपसर्गपूर्वकः हुरु धातोः रूपमेव हरति. शोभा भगिनी एकवारं वदतु, विहरन्ति इति पदस्य प्रसङ्गे भुवादिगणे किं भवति वदतु. तत्र वि उपसर्गपूर्वकः हृ धातुः योगः, तत्र भुवादिगणे अस्ति इति कृत्वा शप् प्रत्ययः आगच्छति, अपि च अन्ते तिङ् प्रत्ययः. हृ धातोः शप् प्रत्ययेन सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा हर् इति भवति. अनन्तरं वर्णमेलनं विहरति, विहरति इति अन्तिमरूपम्. उत्तमम्. अयं धातुः भुवादिगणीयधातुः, भुवादिगणे गुणः भवति. हृ इति ऋकारान्तधातुः, ऋकारस्य गुणसंज्ञकवर्णः अकारः, तत्र उरण्परः इति सूत्रेण अर् आयाति, तेन हृ हर् भवति. शप् इत्यस्मात् तत्र अकारः अवशिष्यते. हर् योगः अयोगः तिप् इत्यस्मात् ति इति प्रत्ययः आयाति, तेन विहरति. अत्र कर्तरीप्रयोगे वाक्यमस्ति इति कृत्वा खगाः विहरन्ति. कुत्र? आकाशे. कर्तरीप्रयोगे किं भवति? कर्तृपदम् अनुसृत्य क्रियापदं भवति इति कृत्वा खगाः विहरन्ति. तयोर्मध्ये सम्बन्धः अस्ति. अत्र भगिनि एकः प्रश्नः, तत्र गा इत्युक्ते गच्छति अथवा चरति इति अर्थे किल, ग ग नम् इत्युक्ते अर्थः किम् अस्ति तत्र भगिनि? गमनं द्रष्टव्यम्, अहं न दृष्टवती. इतोपि किं लिखितमस्ति? तृतीयं वाक्यं सूर्यकुमारी भगिनी भवती वदतु, अग्रिमं वाक्यं पठतु. आञ्जनेयः ध्वजे विलसति. आञ्जनेयः प्रथमा विभक्तिः, ध्वजे सप्तमी, विलसति क्रियापदम्, उपसर्ग पूर्वक्रियाविशेषणपदं. क्रियाविशेषणं भगिनी, क्रियाविशेषणं नास्ति, क्रियापदं. क्रियापदं अथवा इतोपि स्पष्टतया वक्तुम् इच्छति चेत् तिङन्तपदं, किमर्थं तिङन्तपदम् इति वदामः, यस्य पदस्य अन्ते तिङ् प्रत्ययः अस्ति तत् पदं तिङन्तम्। अत्र पदस्य अन्ते तिङ् प्रत्ययः अस्ति, ति इति तत्र तिप्तस् झि, तत्र नवप्रत्ययाः सन्ति, तेषु अन्यतमः प्रत्ययः अस्य पदस्य अन्ते अस्ति इति कृत्वा इदं पदं तिङन्तपदम्। आञ्जनेयः ध्वजे विलसति, अत्र ध्वजे इति पदमस्ति, ध्वजे इति पदमस्ति, तस्य लिङ्गं किम्? पुल्लिङ्गः सप्तमी एकवचनम्। उत्तमं, ध्वजः इति पुंलिङ्गपदं, ध्वजः इत्युक्ते फ्लाग्। उत्तमं, बेनर् आर् फ्लाग्, उत्तमं, तदेव। अत्र आञ्जनेयः इति पदमस्ति, आञ्जनेयः इत्यस्य प्रसङ्गे भूमा भगिनी वदतु, तस्य अर्थः कः? अञ्जनायाः पुत्रः। उत्तमम्, अञ्जनायाः अपत्यं, अञ्जनायाः अपत्यं पुमान्, आञ्जनेयः, एतदपि तद्धितान्तं पदमस्ति। आञ्जनेयः इत्युक्ते हनुमान्। अत्र आञ्जनेयः इति अकारान्तपदं, किन्तु हनुमान् इति तकारान्तपदं, हनुमत् इति प्रातिपदिकात् आगतं पदं हनुमान्, हनुमान् इति भवत् शब्दवत् तकारान्तपदं। विलसति, विव उपसर्गपूर्वकः, लस् धातुः, लस् धातुः भुवादिगणे धातुः एव, तत्र भुवादिगणे बहवः धातवः सन्ति, किन्तु केचन धातवः बहु सामान्यधातवः, तत्र किमपि कार्यं नास्ति, यथा लसति, पठति, तत्र केवलं वर्णमेलनमेव भवति। पठ् धातुतः शप् योजयित्वा तिङ् प्रत्ययं योजयामः, पठ्ययोगः आयोगः ति, तथा एव लस् योगः आयोगः ति, अत्र किमपि विशिष्टकार्यं नास्ति, किन्तु भुवादिगणे केचन धातवः सन्ति, ते विशिष्टधातवः इत्युक्ते तेषां विशिष्टकार्यमस्ति, विशिष्टसूत्राणां द्वारा तत्र भिन्नभिन्नविशिष्टकार्याणि भवन्ति, किन्तु अत्र विलसति इति सामान्यधातुः, पठति अपि सामान्यधातुः एव, रूपसिद्धौ किमपि विशिष्टं कार्यं नास्ति। आञ्जनेयः इत्युक्ते अञ्जनागर्भसम्भूतः, अञ्जनागर्भसञ्जातः, द्वयमपि साधु एव। आञ्जनेयः इत्यस्मिन् पदे लेखनशैलीं पश्यन्तु, भगिनी वदतु, सूर्यकुमारी भगिनी, तादृशरीत्या किमर्थं लेखनीयम्? आञ्जनेयः अत्र परसवर्णादेशः भवति, अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्णादेशः अभवत्। एतादृशरीत्या एव इदं पदं लेखनीयम् इति विषयः। अग्रिमं वाक्यं, नित्यं छात्राः विद्यालये पठन्ति, छात्राः प्रथम बहुवचनं, विद्यालये सप्तमी, विद्यालयं, विद्यालयः पुल्लिङ्ग सप्तमी एकवचनं, क्रियापदं बहुवचनं, पुरुष बहुवचनं। अत्र छात्राः पठन्ति कुत्र? विद्यालये, इत्युक्ते केचन उपविशति तस्मिन्, महाराजः गजे उपविशति इत्यस्मिन् वाक्ये अकर्मकक्रियापदमस्ति, तदर्थं तत्र कर्मपदं न सम्भवति, किन्तु अस्मिन् वाक्ये पठ् धातुः सकर्मकधातुः, किन्तु अत्र कर्मपदं नास्ति, इत्युक्ते धातुः सकर्मकः धातुः अस्ति चेत् अस्माकं विवक्षा एव, इत्युक्ते कर्मपदं योजयित्वा वाक्ये लेखितुम् इच्छामश्चेत् तदपि साधु, कर्मपदं नास्ति चेदपि साधु एव, केवलम् अस्माकं विवक्षा एव, पठ्यधातुः सकर्मकधातुः अस्ति चेदपि अस्मिन् वाक्ये कर्मपदं नास्ति इति। पुस्तकान् पठन्ति छात्राः विद्यालये, विज्ञानं गणितं च पठन्ति। उत्तमं, पुस्तकानि पठन्ति इति अस्ति, अत्र छात्रः इति पदम् अस्ति. छात्रः इति पदं कीदृशं पदं? शब्दकोशं कोऽपि दृष्टवान् अथवा दृष्टवती वा? बहु विशेषार्थः अस्ति छात्रः शब्दस्य. छात्रः इति पदमस्ति. छात्रः इत्युक्ते तत्र एकः गणः अस्ति, छत्रादिगणः नाम्ना एकः गणः अस्ति. तस्मिन् गणे छत्र, शिक्षक इत्यादीनि पदानि सन्ति. छत्रं भवन्तः जानन्ति एव, छत्रं, छत्रम् इत्युक्ते अम्ब्रेला, आवरणम्, आवरणम् इति अर्थः अस्ति. तत्र छात्रशब्दस्य अर्थः कः इति अहं दृष्टवती. अत्र किं लिखितमस्ति? गुरोः दोषान् यः स्वभावतः एव गोपयति, गुरोः दोषान् स्वभावतः एव गोपयते, स्वभावतः एव गूहते, स्वभावतः एव आवृणोति, सः छात्रः. गुरोः दोषान् यः स्वभावतः गूहते, गोपयते, सः छात्रः इति इत्युक्ते तादृशं शीलं तस्मिन् अस्ति, सः एव छात्रः. छात्रः इत्युक्ते अन्यत् पदं. शिष्यः इत्युक्ते प्रत्येकं पदस्य निर्माणं भिन्नरीत्या भवति भिन्नधातुतः इति अत्र अंशः. अपि च पठधातोः प्रसङ्गे किमपि वक्तव्यं नास्ति. पठधातुः भौवादिकधातुः, भुवादिगणीयधातुः, सामान्यधातुः, विशिष्टकार्याणि न सन्ति अस्मिन् प्रसङ्गे. विद्यालयः इति पदमपि समस्तपदमेव, षष्टी तत्पुरुषः अस्ति तत्र. भगिनि, धातु सकर्मक अस्ति चेत् कर्मपदं नास्ति इतोपि साधु वा? तत्र सकर्मकप्रयोगं कुर्मः वा नो चेत् अकर्मकप्रयोगं कर्तुम् इच्छामः वा? एतत् सर्वम् अस्माकं विवक्षा एव. इत्युक्ते वक्तुः, वक्तुः इच्छानुसारं वाक्यं सिद्ध्यति. इत्युक्ते अत्र कर्मपदं यथा लता भगिन्या उक्तमासीत्, कर्मपदं योजयित् वाक्यं लेखितुम् इच्छामश्चेत् तदपि साधु. किन्तु अस्मिन् वाक्ये कर्मपदं तु नास्ति, इच्छति चेत् योजयितुं शक्नुमः. इच्छामश्चेत् धन्यवादः. वेदा भगिनी भवती एव पठतु अग्रिमं वाक्यं. बाणग शिशुः प्रेङ्खा, शिशुः प्रेङ्खायां, शिशुः प्रेङ्खायाम् अस्ति. प्रेङ्खा तत्र शिशुः उकारान्त गुरुवत् पुल्लिङ्गशब्दः वा? शिशुः शिशवः, शिशुः शिशु, शिशो शिशवः, गुरुः गुरो गुरवः, तत्वा गुरुः गुरु गुरवः, शिशुः शिशुः शिशो शिशु शिशवः. शिशुः प्रथमा एकवचनम्, उकारान्त पुल्लिङ्गशब्दः. प्रेङ्खायां, प्रेङ्खा इत्युक्ते क्रीडन्, प्रेङ्खा स्त्रीलिङ्गशब्दमस्ति. तत् सप्तमी विभक्ति अस्ति, एकवचने सप्तमी विभक्ति. प्रेङ्खायां, प्रेङ्खायाम् अस्ति, अस् धातु अस्ति, प्रथमा एकवचनम् अस्ति. किं वदामि? तावदेव. अत्र अस् धातोः प्रसङ्गे अस् धातुः अकर्मकधातुः, अकर्मकधातुः अस्ति इति कृत्वा यस्मिन् कस्मिन्नपि वाक्ये अस्ति अस्ति चेत् तत्र कर्मपदं न सम्भवति. इत्युक्ते शिशुः कुत्र अस्ति? प्रेङ्खायाम् अस्ति. अस् धातुः अकर्मकः इति ज्ञातव्यः अंशः अत्र. शिशुः इति पदं कथं निर्मितम् इति पश्यामश्चेत् तत्र शीङ् धातुः अस्ति. शीङ् धातोः रूपं शेते, शेते इत्युक्ते निद्राति इति अर्थः. शीङ् धातोः रूपमेव शिशुः इति मम चिन्तनम् अस्ति. कः प्रत्ययः शीङ् धातोः? अहं सम्यक् न जानामि. अहं चिन्तयामि उणादिप्रत्ययः इति अहं चिन्तयामि. इत्युक्ते केचन शब्दाः उणादिप्रत्ययात् आगतानि इति पठितवती. इदं पदमपि तादृशं पदम् इति मन्ये. अत्र प्रेङ्खा इत्युक्ते दोलिका अथवा दोला इति वक्तुं शक्नुमः. अग्रिमं वाक्यम्? अग्रिमं चित्रं वेदिकायाम् अस्ति. चित्रं वेदिकायां, वेदिकायाम् इत्युक्ते किम् अस्ति? वेदिका, स्टेज्, स्टेज्, स्टेज्, ओके ओके वेदिकायाम् अस्ति, चित्रं वेदिकायाम् अस्ति, चित्रं चित्रं नपुंसक पदमस्ति वा, एकवचने नपुंसकलिङ्गं चित्रं, चित्रं चित्रे चित्राणि, आं चित्रं नपुंसकलिङ्गपदं, वेदिकायां वेदिका वेदिका शब्दस्य स्त्रीलिङ्गपदम् अस्ति, तत्र तशब्दस्य एकवचने सप्तमी विभक्ति वेदिकायाम् अस्ति अस् धातु. सो चित्रं वेदिकायाम् अस्ति, ते चित्रं वेदिकायाम् अस्ति, चित्रं स्टेज् मध्ये मध्ये अस्ति इति अर्थं वा? अत्र वेदिका इति आकारान्तपदमस्ति, चित्रम् इति अकारान्तनपुंसकलिङ्गपदम्. अत्र बहुवचनरूपं किम् उक्तवती? चित्रं चित्रे चित्राणि, चित्राणि इत्यस्मिन् णत्वम् अस्ति. णत्वं किमर्थम् अस्ति? नत्रं णत्वं बिक चित्र रेफः अत्र वट् इस् इट् काल्ड् रेफस् इति कारणं रेफः रेफात् परे चित्रं अकार अस्ति, अकार अपि साधु किम् इत्युक्ते दट् सूत्रं द बिग् वन् ऐ फर्गट् सूत्रं भगिनि वट् इस् कुप्नु संथिङ्ग् लैक् दट् सूर्यकुमारी भगिनी वदतु. अत्र शोभा भगिनी एकवारं वदतु सूत्रं समीचीनतया वदतु. अट् कुप् वाङ् नुं व्यावे अपि क्षम्यताम् अट् कुप् वाङ् नुं व्यवायेपि. उत्तमम् उत्तमम् अट् कुप् वाङ् नुं व्यवायेपि. वेदा भगिनी एकवारं वदतु अस्मिन् शब्दे केषु केषु स्थलेषु णत्वं णत्वसहितं रूपं दृश्यते अस्मिन् शब्दे इत्युक्ते सर्वे स्वराः अपि य र ल. मम प्रश्नः तु अस्मिन् शब्दे चित्रं चित्रे चित्राणि चित्रम् इति शब्दस्य सप्तसु विभक्तिषु रूपाणि सन्ति, सप्तसु विभक्तिषु केषु केषु स्थलेषु णत्वसहितं रूपं दृश्यते? ओ ओके चित्रं चित्रे चित्राणि चित्रं चित्रे चित्राणि द्विवचने अपि आयाति देन् चित्रं चित्रे चित्राणि चित्रं चित्रे चित्राणि रामः रामो राम रामं राम रामेण चित्रेण तत् चित्रेण चित्रेण चित्रुभ्यां चित्रुभ्यः चित्रेण चित्रुभ्यां चितृभ्यः भगिनी चित्राभ्यां भवति चित्रेण चित्राभ्यां चित्रैः चित्राय चित्राभ्यां चित्रेभ्यः चित्रात् चित्राभ्यां चित्रेभ्यः चित्रस्य चित्रयोः चित्राणां नकारायाति तत्रापि चित्राणां चित्रे चित्रयोः चित्रे चित्रेषु षकार मूर्धनि षकार. उत्तमम् एतावता भवत्याः परिशीलनं किं केषु केषु स्थलेषु णत्वम् आयाति? चित्रं प्रथम एकवचनं चित्र नै सोरि चित्र प्रथम द्वि बहुवचनं द्वितीय बहुवचनमपि चित्रेण चित्रेण तत्र न आयाति न भगिनि तृतीय एकवचनं चित्रेण तत्र तत्रापि णत्वं भवति चित्रेण रामेण चित्रेण चित्राभ्यां चित्रैः तत्र न चतुर्थी विभक्ति चित्राय चित्राभ्यां चित्रभ्य तत्र अपि नास्ति चित्राणात् चित्रात् तत्रापि नास्ति चित्रस्य चित्रयोः चित्राणां षष्ठी बहुवचनं तत्र अस्ति चित्रे चित्रयोः चित्रेषु तदेव. सो प्रथमा बहुवचनं द्वितीया बहुवचनं तृतीया एकवचनं षष्ठी बहुवचनं. उत्तमं धन्यवादः. अरविन्द महोदय भवान् पठतु अग्रिमं वाक्यं. वर्णाः पिच्छिकायां सन्ति. वर्णाः अकारान्त पुल्लिङ्ग बहुवचनं. पिच्छिकायां पिच्छिका इति स्त्रीलिङ्गं, तस्य सप्तमी एकवचनरूपमस्ति पिच्छिकायां. सन्ति अस् धातु सकर्मकधातुः. अस्धातुः अकर्मकधातु. पिच्छिका इति रूपं चिका इति रूपात् आयाति. चिका इत्युक्ते फेदर्स्. पिच्छिकाय मीन्स् वर्णाः मयूरस्य पिच्छिकायां सन्ति. उत्तमं. वाक्यं पुनः पश्यामश्चेत् वर्णाः सन्ति पिच्छिकायां. पिच्छिका इत्युक्ते मयूरस्य पिच्छं. साधारणतया पुच्छम् इति वदामः. पुच्छम् अथवा लाङ्गूलम् इत्युक्ते टेल् इति अर्थः अस्ति. अत्र पिच्छिका इति अस्ति इत्युक्ते मयूरस्य पिच्छिकायां वर्णाः सन्ति. अत्र वर्णः इति अकारान्त पुंलिङ्गपदमस्ति, किन्तु वर्णम् इति नपुंसकलिङ्गपदमपि अस्ति. वर्णशब्दस्य बहवः अर्थाः सन्ति. अत्र तु केवलं कलर् इति अर्थः अस्ति. वर्णाः सन्ति इति वदामश्चेत् अक्षरं लेटर् इति अर्थः अपि अस्ति. वृत्ति अपि प्राधान्येन कलर् इति अर्थः अत्र अस्ति, किन्तु बहवः वर्णाः सन्ति इत्युक्ते कलर्स्, यथा केसरवर्णः, कपिलवर्णः, रक्तवर्णः, अरुणवर्णः, नीलवर्णः इति एतादृशरीत्या बहवः वर्णाः सन्ति. तत्र वर्णाश्रमधर्माः, तत्र भिन्न अर्थः अस्ति इति भाति. वर्णधर्माः आश्रमधर्माः इति तत्र भिन्न अर्थः अस्ति. अत्र मयूरस्य पिच्छिकायां वर्णाः सन्ति. तत्र वर्ण, तत्र वर्णस्य अर्थम् आयाति त्रिगुणात्, सत्त्वरजस्तमस् इति त्रिगुणस्य रूपभेदं भवति कृत्वा वर्णस्य चत्वारि वर्णाः विभज्यन्ते. अवगतम्. इत्युक्ते सत्त्वरजस्तमो गुणानाम् आधारेण तादृशवर्णव्यवस्था कल्पिता, प्रकल्पिता आसीत्. ब्राह्मणवर्ण, क्षत्रियवर्ण, वै वैश्य, शूद्रवर्णाः अस्ति वा? वृत्तिसम्बन्धवर्ण इत्युक्ते गुणकर्मविभागशो. चातुर्वर्ण्यं मया सृष्टा गुणकर्मविभागशः. उत्तमम्. तत्र तु किं किञ्चित् यदि न वक्तव्यं, ब्राह्मण, क्षत्रिय, वैश्य, शूद्रात् न दत्तमस्ति, केवलम् ए गुणकर्मविभागशः. उत्तमं. कर्मविधानम् अत्र उत्तमं. कर्मस्य गुण गुणकर्म. उत्तमं. दर्शना भगिनी, किञ्चित् भवती पठितवती चेत् किञ्चित् वदतु. गुणकर्म विभा चातुर्वर्ण्यं मया सृष्टम्. चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः, तस्य कर्तारमपि मां विध्यकर्तारमव्ययं. तथा कार्यमेव कार्यस्य भेदेन कार्येण कार्यस्य भेदेन एव वर्णाः सन्ति. सामाजिकव्यवस्था अस्ति based on the profession, because if society has to run smoothly, all the professions need to be honored, they need to be given due respect. So brahmana, since he is more his interest in learning the Vedas, in his ability also, so they were learning the Vedas and even teaching the Vedas. They were teachers by profession. And brahmana, kshatriya, they have bahubala, so they became kings because they needed to fight wars and protect people. So bahubala, based on the bahubala, they were all kshatriyas. And then kshatriya, vaishyaha, they had the capacity to do business very well. Therefore vaishyas means business class. So they were doing all the business. And shudra, since they were not there was not many opportunities to learn or whatever, they were very good at service, totally selfless service. Like how a farmer, he grows so much of acres and acres of crop not for himself, for the whole samaja society he gives it. So they were very good at service and to contribute to the welfare of the society. All these professions were needed, and so they were divided into these varnas. So there is no hierarchy here, that is higher than this or this is lower than that. No, all are to be equally respected. That's all I know. Actually, Bhagini, I want to go one step further, and my own thoughts are that when I am reading the Vedas, or when I am doing puja, or when I am reading the Bhagavad Gita, I am a Brahmana. But when I am washing my own toilet, or when I am doing that kind of service for either anybody in my house or for myself, then I am a Shudra there. And when I am doing transactions, business transactions, I am a Vaishya there, over there. And Kshatriya, when I'm doing my fighting of whether it is the life, the battle of life or any other society fight, where I have to. Very correct. And in fact, even in the Vyakhyana, they say that these gunas are, one is Jata Guna, by birth, in whichever family they are born. That is one, this thing, Varna they get. And this is Karma Guna, based on the profession that they do, that is Karma Guna. And then, Karma Guna and Jati Guna. But what, Brahmana is the one who is in the Brahma by birth, always. Whatever little I've studied, it's not by birth at all. It is the human beings, it is the people who have made it. Dhanyavadah Kshamyatam. भगिनि अत्र महोदय बहु उत्तमं श्लोकं स्मारितवान् गुणकर्म विभागशः इति तत्र मुख्यविषयः कुलसम्बद्धः विषयः नास्ति तत्र कुलम् इति कुत्रापि भगवद्गीतायां कुत्रापि न लिखितमस्ति केवलं गुणकर्म विभागशः इति तस्मिन् श्लोके मुख्यविषयः तेन आधारेण एव चातुर्वर्ण्यं सृष्टं मया इति भगवान् उक्तवान् देयर इज वन मोर सपोर्टिंग श्लोक फॉर इट आई डोंट रिमेंबर एग्जैक्टली जन्मना जायते शूद्रः कर्मणा द्विजः ब्रह्मज्ञानेति ब्राह्मणः फुल थिंग इज इट इन द भगवद गीता इज इट इन द भगवद गीता नो नो इट्स नॉट इन द भगवद गीता इट्स नॉट अ भगवद गीता बिकॉज़ इन द भगवद गीता नोवेयर इज स्मृति सम इन द वन ऑफ द स्मृतिस गौतम स्मृति और मनुस्मृति आई डोंट रिमेंबर इट अस्तु अस्तु तत्रापि किं लिखितमस्ति जन्मना जायते शूद्रः सर्वे अपि जन्मना शूद्रः एव तदनन्तरं विप्रः कथं भवति कर्मणा जायते द्विजः तदनन्तरं विप्रः भवति तदनन्तरमेव ब्राह्मणः भवति इत्युक्ते यः ब्रह्म जानाति सः ब्राह्मणः उत्तमम् अग्रिमं वाक्यं पठतु जनाः वाटिकायां विहरन्ति जनाः बहुवचनं जन अकारान्त पुल्लिङ्गम् इति अहं चिन्तयामि वाटिकायां वाटिका इति स्त्रीलिङ्गम् एकवचनं रूपं प्रथम एकवचनं वाटिकायाम् इति सप्तमी एकवचनं विहरन्ति इति तिङन्तं बहुवचनं प्रथमपुरुष बहुवचनरूपं वि उपसर्ग हृदातु विहरन्ति उत्तमम् अत्र जनः इति अकारान्तपुंलिङ्गपदं तत्र वयं जानीमः जनी प्रादुर्भावे इति एकः धातुः अस्ति तस्य लट्लकाररूपं जायते तस्मात् धातुतः एव जनः इति पदं साधितं वाटिका इति पदमस्ति तस्मिन् अर्थे एव अन्यत् पदमस्ति वाटी वाटिका इति आकारान्तपदं वाटी इति ईकारान्तपदं नती शब्दवत् पुष्पवाटिका वाटिका इत्युक्ते उद्यानम् पुष्पवाटी पुष्पवाटिका पुष्पोद्यानम् धन्यवादः महोदय अनन्तरं प्रिया भगिनी भवती पठतु अग्रिमं वाक्यम् आं भगिनि बाणाः तूणीरे सन्ति बाणाः पुल्लिङ्गपदं बाणः बहुवचनरूपं बाणाः तूणीरे सप्तमी विभक्ति सन्ति अस्धातु बहुवचनरूपम् उत्तमम् अत्र बाणाः इत्यस्मिन् अर्थे शराः इति अन्यत् पदमस्ति शरः शराः तूणीरः इक्षुः बियसीन् इक्षुः उत्तमम् अत्र तूणीरः इति पदमस्ति तूणीरः इति पुंलिङ्गपदमस्ति तत्र तूण्यते पूर्यते शरैः इति तूणीरः तूण्यते पूर्यते शरैः वित् शरास् इट् इस् फिल्ड् तदर्थमेव अस्य नाम तूणीरः तूणीरे बाणाः सन्ति अग्रिमं वाक्यं योद्धारः रक्षणेत्रे युद्धन्ते योद्धृ ऋकारान्तपदम् अत्र बहुवचनरूपं योद्धारः रक्षणेत्रे सप्तमी विभक्ति रणक्षेत्रे रणक्षेत्रे अहं चिन्तयामि एतत् समस्तपदम् अस्ति रण क्षेत्रे युध्यन्ते अत्र अहं चिन्तयामि निज् निज् प्रत्ययः अस्ति आत्मनेपदी बहुवचनरूपम् पुनः एकवारं परिशीलयतु योद्धारः इत्यस्य प्रसङ्गे किम् उक्तवती अत्र एकवारं पुनः वदतु योद्धारः ऋकारान्त बहुवचनरूपं योद्धृ योद्ध निच् प्रत्ययः नास्ति भगिनि प्रथम तृतीयविभक्ति नास्ति अतः एतत्तु आत्मनेपदमस्ति योद्धृ इति प्रथमपदस्य प्रसङ्गे वदन्ती अस्मि योद्धृ इति ऋकारान्तप्रातिपदिकम् एकवचनरूपं योद्धा अत्र बहुवचनं दत्तमस्ति रणक्षेत्रम् इति नपुंसकलिङ्गपदं क्षेत्रम् इति नपुंसकलिङ्गपदमस्ति इति कृत्वा उत्तरपदस्य लिङ्गमेव अस्य समस्तपदस्य सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा अत्र रणक्षेत्रम् इति समस्तपदम् अपि नपुंसकलिङ्गपदमेव रणस्य क्षेत्रम् इति भवितुमर्हति युध्यन्ते अधुना वदतु तस्मिन् प्रसङ्गे अहं सम्यक् न जानामि भगिनि चिन्ता मास्तु शोभा भगिनी एकवारं युध्यते इति पदमस्ति तत्र युद्ध धातुः अस्ति अयं धातुः दिवादिगणे अस्ति चेत् किं भवति आं भगिनि तत्र दिवादिगणे अस्ति चेत् दिवादिगणस्य विकरणप्रत्ययः अस्ति ष्यन् इति तत्र शकारस्य इत्सन्या भूत्वा लोपः भवति नकारस्य अपि हलन्त्यम् इत्यनेन शकारस्य दशकोतदिते इत्यनेन यकारः एव तिष्ठति अधुना युद्धयोगः या योगः ति नयामः चेत् वर्णमेलनेन युध्यते इति भवति उत्तमम् अत्र युध्यते इति दिवादिगणीयधातुः इत्युक्ते चतुर्थे गणे अस्ति धातुः युद्धधातुः तत्र मध्ये विकरणप्रत्ययस्य भागः या अस्ति इति कृत्वा युद्ध या ते तत्र आत्मनेपदिप्रत्ययं योजयामः अन्ते किमर्थं चेत् क्षम्यतां ते ते अस्ति अत्र आत्मनेपदिप्रत्ययं किमर्थं योजयामः इत्युक्ते अत्र अयं धातुः अनुदात्तस्वरः अस्ति इति कृत्वा तत्र एकं सूत्रमस्ति अनुदात्तनित आत्मनेपदम् अनुदात्तस्वरः अस्ति चेदपि आत्मनेपदिप्रत्ययानां प्रयोगः अन्ते भवति ण्यकारः इति संज्ञकवर्णः धातोः अन्ते अस्ति चेदपि आत्मनेपदिप्रत्ययान् योजयामः इत्युक्ते अयं धातुः आत्मनेपदी धातुः अस्ति इति कृत्वा तत्र अन्ते आत्मनेपदिप्रत्ययं योजयामः तत्र एकं सूत्रमस्ति तङ्गानाम् आत्मनेपदम् इति सूत्रेण आत्मनेपदिप्रत्ययः विहितः भवति अत्र धातोः अन्ते सूर्यकुमारी भगिनी वदतु अत्र युध्यते इत्यस्मिन् प्रसङ्गे गुणः न भवति किमर्थं दिवादिगणः ष्यन् इति विकरणप्रत्ययः अस्ति यत्र यत्र शप् अस्ति तत्र एव गुणकार्यं भवति इत्युक्ते ष्यन् इति विकरणप्रत्ययः अस्ति यथा शोभाभगिन्या उक्तं तालव्यशकारः लशक्व तद्धिते इत्यनेन अपगच्छति नकारः हलन्त्यम् इत्यनेन अपगच्छति यकारः तिष्ठति सः ष्यन् प्रत्ययः अपित् प्रत्ययः यत्र यत्र अपित् प्रत्ययः अस्ति तत्र गुणः न भवति इति कृत्वा अत्र युध्यते इति लट्लकाररूपम् अस्ति तत्र गुणः न भवति. किन्तु युद्धधातुः उदुपद्धधातुः इत्युक्ते उपधायाम् उकारः अस्ति इति कृत्वा अन्येषु स्थलेषु गुणकार्यं भवति. कुत्र गुणकार्यं भवति? यदि वयं योद्धा इति पदं स्वीकुर्मः चेत् तत्र गुणकार्यं भवति. योध्यते इति रूपाणि भवन्ति. एतावता युद्धधातोः प्रसङ्गे कुत्रचित् पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. किमर्थं चेत् अत्र उपधायां लघु इक् वर्णः, ह्रस्व इक् वर्णः अस्ति युद्ध. तत्र कुत्रचित् गुणकार्यं भवति इत्युक्ते धातोः अनन्तरं कीदृशप्रत्ययः अस्ति इति द्रष्टव्यम्. पित् प्रत्ययः अस्ति चेत् गुणः भवति सार्वधातुकलकारेषु, किन्तु आर्धधातुकलकारेषु भिन्नचिन्तनं भवति. अपि च अत्र योद्धा इति पदमस्ति. योद्धा इति पदं तृच् इति एकः प्रत्ययः अस्ति युद्धधातुतः. तृच् प्रत्ययस्य योजनेन योद्धृ इति रूपं सिद्ध्यति. अपि च योद्धा इति पदम् अन्यत्रापि दृश्यते. अन्यत्र कुत्र दृश्यते? अनद्यतनभविष्यत्कालरूपम् अस्ति. अनद्यतनभविष्यत्कालरूपं लुट् लकारः इति वदामः. इत्युक्ते आहत्य संस्कृतभाषायां दशलकाराः सन्ति. तेषु भविष्यत्कालरूपं बोधयितुं लकारद्वयमस्ति. लृट् इत्युक्ते भविष्यत्कालः. लृट् लकाररूपं योत्स्यते अस्ति, किन्तु अन्यविध भविष्यत्कालरूपम् अस्ति अनद्यतनभविष्यत्कालः. तस्य नाम लुट् लकारः. लुट् लकारे अपि योद्धा इति रूपं दृश्यते. त्यजेम, अग्रे करेम. धन्यवादः महोदय. भवान् पठतु अग्रे. श्रान्तः कुटीरे निद्राति. श्रान्तः अकारान्त पुल्लिङ्ग. कुटीरे कुटीरम् इति नपुंसकलिङ्गम् अस्ति इति चिन्तयामि. निद्राति नि उपसर्ग द्रा धातु. उत्तमम्. अत्र इतोपि ज्ञातुमिच्छामश्चेत् श्रान्तः इति पदमस्ति. श्रान्तः इति पदं दृष्ट्वा एतत् पदं कीदृशं पदं भवितुमर्हति? शान्तरूपम्. उत्तमं. भगिनी वदतु. श्रान्त इति तान्तप्रत्यययोजनेन श्रान्त भवति भगिनी. तत्तु अकारान्त पुल्लिङ्गशब्द. किन्तु अत्र कर्तरी प्रयोगे दृश्यते, कर्मणि प्रयोगे उपयोगं कुर्मः खलु तान्तरूपं. केवलं गम् दातु तान्तरूपं कर्तरी प्रयोगः भविष्यति इति अहं पठितवती, तर्हि मम भ्रमः जातः. चिन्ता मास्तु. अत्र तु वाक्यं कर्तरी प्रयोगे एव अस्ति. इदं पदं तान्तरूपमेव. अत्र यथा भवत्या उक्तं श्रम् धातोः रूपमेव श्रान्तः. श्रम् धातोः प्रसङ्गे बहवः विषयाः सन्ति. श्रम् धातुः दिवादिगणे अस्ति इति कृत्वा श्राम्यति इति रूपम् अस्ति. इत्युक्ते श्यमाम् अष्टानां दीर्घः श्यनि इति एकं सूत्रमस्ति. श्यनि परे इत्युक्ते दिवादिगणे श्यनि परे श्यमाम् अष्टानां दीर्घः श्यनि इति सूत्रेण श्राम्यति इति दीर्घत्वं भूत्वा श्राम्यति इति रूपं सिद्ध्यति. श्रम् धातोः रूपमेव श्रान्तः. अपि च तान्तरूपं योजयित्वा कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे अपि वाक्यानि लेखितुं शक्नुमः. किन्तु तत्र भिन्ननियमाः सन्ति, अपि च भिन्नसूत्राणि सन्ति. धन्यवादः. निद्राति इति पदमस्ति. नि उपसर्गपूर्वकः द्राति. अधुना अत्र शोभा भगिनी निद्राति इति क्रियापदम् अदादिगणे अस्ति चेत् किं भवति? अदादिगणे अस्ति चेत् तत्र विकरणप्रत्ययस्य लोपः भवति. विकरणप्रत्ययः नास्ति प्रक्रियाम्. अतः तत्र नियोगः द्रायोगः ति एव विकरणप्रत्ययः नास्ति इति कृत्वा तत्र गुणस्य प्रसक्तिः नास्ति, निद्राति इति एव भवति. उत्तमम्. इत्युक्ते द्राधातुः अदादिगणीयधातुः, अदादिगणे विकरणप्रत्ययः नास्ति, अतः द्राति, द्रायोगः ति, द्राति. धातुतिङ्प्रत्ययोः मध्ये किमपि नास्ति, यथा अस्योगः ति अस्ति, हन्योगः ति हन्ति, तथा एव अत्रापि द्रायोगः ति द्राति. किन्तु अत्र नि उपसर्गपूर्वकः अस्ति. अयं धातुः अपि अकर्मकधातुः. अत्र किं वदामः, द्रा कुत्सायां गतौ इत्यस्मिन् अर्थे द्राधातुः अस्ति. द्राधातोः प्रसङ्गे कथान्तरूपं, कथान्तरूपं कोऽपि वदति वा? कथाप्रत्ययान्तरूपं किञ्चित् विशिष्टं रूपम् अस्ति. कथान्तरूपं, कथवत्वन्तरूपं, निद्रितः न, तत्र विशिष्टं रूपम् अस्ति. निद्राणवान्, निद्राणः, तत्र विशिष्टं रूपं सिद्ध्यति. तत्र निद्राणः, निद्राणवान्. साधारणतया वयं किं चिन्तयामः, निद्रितवान् इति चिन्तयामः, किन्तु तत् असाधुरूपं. साधुरूपं निद्राणवान्, निद्राणः. तावत् कृतान्तरूपाणि. धातुः तु अकर्मकधातुः अस्ति. अत्र अहं किं दृष्टवती इत्युक्ते द्रा कुत्सायां गतौ इति दत्तमस्ति भगिनि, तस्य रूपमेव द्राति. निद्रा श्रान्तः विगतः किल, सो विश्रान्ति भवति. निद्राणः इति वाक्ये कथं प्रयोजनीयम्? अत्र कृतान्तरूपं, यथा श्रान्तः, श्रान्तः इति कृतान्तरूपम् अस्ति. बालकः, बालकः निद्राणवान्. साधारणतया कृतान्तरूपाणि विशेषणानि भवन्ति. श्रान्तः निद्राति, श्रान्तः पुरुषः, अथवा श्रान्तः रामः निद्राति. द्राणः खलु भगिनि, निद्राणः. आम्, इत्युक्ते क्तवत्वन्तरूपं क्तान्तरूपं समानरीत्या साधनीयम्. तावदेव. अत्र एतावता श्रान्तः इत्युक्ते आङ्ग्लभाषायां टायर्ड् इति अर्थः. तथा एव भगिन्या उक्तं विश्रान्तिः इति पदमस्ति. तत्र क्तिन् प्रत्ययान्तरूपं स्त्रीलिङ्गपदमस्ति इति कृत्वा शान्तिः, विश्रान्तिः क्तिन् प्रत्ययान्तरूपम् अस्ति. धातुः तु समानः. अग्रिमं वाक्यम् अधुना सुजाता भगिनी भवती करोतु. आं भगिनि, एकः प्रश्नः वदतु. द्रा इति भवती उक्तवती, द्रा इति अदादिगणे परस्मैपदी अकर्मकः धातुः. तत्र अन्य एक धातुः अस्ति द्रै इति, तस्य अर्थः तु अर्थः अपि टु स्लीप् इति अस्ति. कथं जानीमः किं धातुः उपयुज्य उपयोगं कर्तुं शक्नुमः? कथं वयं जानीमः द्रा और द्रै? अत्र तु द्रा धातुः एव अदादिगणीयधातुः एव. अत्र द्रा धातोः अनेकानि अनेकाः अर्थाः सन्ति. टु बि स्पॉइल्ड्, टु एक्ट् क्रुकेड्, टु फ्लाय्, टु रन् अवे, एण्ड् लास्ट् इस् टु स्लीप्. बट् इफ् यु सी द्रै धातु, इट्स् ओन्ली टु स्लीप्. ऐ एम् आल्वेस् कन्फ्यूज्ड्, लैक् वन् धातु इस् गिवन् एण्ड् दे आर् इन् त्री और् फोर् डिफ्रेण्ट् गणास्. सो देन् हौ डु वि मेक् औट् विच् वन् टु यूस् वट् टैम्? Bhagini, in Adigane, there is guna bhavati kalu, that you can make out the difference where there is guna and where there is no guna. So that's the way maybe we can. In Adigana, there is no guna, right? Yeah, that's not the question. My question is which one, which ganaha to use when? Like now in this balakaha nidrati. So is in this which one to use? Dra to be used or drai to be used? Because there is no guna here, we should be using, not use the bhavadi gana, the other one we have to use. Exactly. Which dhatu, which gana to use? Drai dhatu to use because it is drayati. If you use dra, then it is drati. Whereas the artha is... Atra pashyatu, bhavati eva samadhanam uktavati. Dhatuhu, ayam dhatuhu, adadiganiya, dra dhatuhu asti che deva tasya rupam drati bhavati. अत्र तु अदादिगणीय द्राधातुः एव किन्तु भवती उक्तवती द्रायति इति उक्तवती रूपं सः धातुः कस्मिन् गणे अस्ति भुआदिगणे भुआदिगणे अस्ति तथा तत्र रूपं कथं सिद्ध्यति शोभा भगिनी एकवारं किञ्चित् वदतु अत्र द्रै इति धातुः अस्ति द्रै धातुतः द्रायति तत्र यचोयवायावः सन्धिं कृत्वा वदतु तत्र द्रायोगः ऐ ऐ अस्ति इति कृत्वा एचो यवायवः इत्यनेन आय् इति आगच्छति अतः तत्र द्राय् इति भवति किल भुवादिगणे शप् प्रत्यय शप् प्रत्यय अपि शप् प्रत्यय अस्ति शप् तत्र द्रैयोगः शप् योगः तिप् भवति तत्र द्रै इति द्रै इत्यस्य ऐकारः नयामः चेत् तत्र एचो यवायावः इत्यनेन ऐकारस्य आय् इति भवति अतः द्राय् इति कृत्वा द्राय् द्रायति इति अन्तिमरूपम् उत्तमम् अत्र किं वक्तव्यम् अत्र धातुः एजन्तधातुः इत्युक्ते ऐकारान्तधातुः ऐकारान्तधातुः अस्ति चेत् न कदापि गुणः भवति भुवादिगणे भवतु नाम इत्युक्ते भुवादिगणे अस्ति चेदपि धातुः इगन्तधातुः वा भवतु अथवा उपधायां ह्रस्व इक् वर्णः वा भवतु तदानीम् एव गुणः भवति अयं धातुः द्रै अस्ति द्रै इत्युक्ते ऐकारान्तधातुः तत्र गुणः अभूत्वा यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा भवन्तः पश्यन्ति चेत् यान्तवान्तादेशसन्धौ आय् आदेशः भवति ऐकारस्य स्थाने पूर्वपरयोः स्थाने न भवति केवलम् ऐकारस्य स्थाने आय् आदेशः भवति इति कृत्वा द्रै द्राय् भवति द्राय् योगः शप् इत्यस्मात् अकारः आयाति अन्ते ति अस्ति द्रायति द्रायति इति रूपम् अत्र नास्ति अत्र द्राति द्राति अदादिगणीयधातुः द्वयोः धात्वोः अर्थः समानः किन्तु भिन्नगणेषु धातुद्वयमस्ति इति कृत्वा तयोः रूपं भिन्नं किन्तु अर्थः समानः तादृशी स्थितिः अपि व्याकरणे सम्भवति अस्तु भगिनि धन्यवादः अस्तु भवती एव करोतु अग्रिमं वाक्यं बालः गृहे तिष्ठति बालः इति अकारान्त पुल्लिङ्गशब्दः प्रथमा विभक्ति एकवचनं गृहम् इति नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्गशब्दः तस्य सप्तमी विभक्ति यथा भवती उक्तवती औपश्लेषिक सप्तमी विभक्ति शरीरागत आधारः अतः औपश्लेषिक सप्तमी विभक्ति भवति तिष्ठति इति स्थाधातोः प्रथमपुरुषः एकवचनं लट्लकारे उत्तमं गृहम् इति नपुंसकलिङ्गपदमस्ति बहुवचनं गृहं गृहे गृहाणि तत्रापि णत्वं भवति णत्वं भवति उत्तमम् अत्र तिष्ठति अत्र पदं तिष्ठति अस्ति चेदपि धातुः तु स्थाधातुः स्थाधातोः स्थाने अत्र धात्वादेशः भवति एकं विशिष्टं सूत्रमस्ति पाघ्राध्मा स्थाम्ना दाण् दृशि अर्ति सदसर्ति सदसदाम् एकं सूत्रमस्ति तेन सूत्रेण था धातोः स्थाने तिष्ठ इति आदेशः भवति किन्तु एतत् कार्यं शितिपरे एव भवति इत्युक्ते लट्लकारप्रसङ्गे इत्युक्ते सार्वधातुकलकारेषु एव एतादृशं कार्यं भवति तिष्ठ आदेशः किन्तु आर्धधातुकलकारेषु तादृश धा धात्वादेशः न भवति. तदर्थमेव लृट् लकाररूपं पश्यामश्चेत् स्थास्यति इति रूपम् अस्ति. स्था धातोः रूपं लृट्, लृट् इति आर्धधातुकलकारः, अतः तस्य रूपं स्थास्यति. तत्र तिष्ठ आदेशः न भवति. तथा एव दृश् अस्ति चेत् पश्य आदेशः भवति. तादृशानि कार्याणि सार्वधातुकलकारेषु एव भवन्ति इति तत्र विषयः. अग्रिमं वाक्यम्. औषधं कूप्याम् अस्ति. औषधम् इति नपुंसकलिङ्गे वा भगिनि? नपुंसक. औषधम् अकारान्त नपुंसकलिङ्गशब्दः, तस्य प्रथमाविभक्ति एकवचनम्. कूप्याम् इति कूपी इति दीर्घ इकारान्त स्त्रीलिङ्गशब्दः, तस्य सप्तमी विभक्ति कूप्याम्. अस्ति इति अस् धातोः अदादिगणे धातुः, अतः विकरणप्रत्ययः नास्ति. अतः अस्ति प्रथमपुरुष एकवचनं लट्लकारे. पूर्वस्मिन् वाक्ये गृहम् अस्ति. भवन्तः जानन्ति वा गृहगोधिका इत्युक्ते? गृहगोधिका इत्युक्ते तदेव. औषधं कूप्याम् अस्ति. औषधं नपुंसकलिङ्गपदमस्ति. अस्य पदस्य प्रसङ्गे ओषधिः इति एकं पदमस्ति. ओषधिः, तत्र ओकारः अस्ति. ओषधिः, तस्मात् पदात् औषधम् इति पदमागतम्. इत्युक्ते तद्धितप्रत्ययान्तरूपमस्ति. ओषधेः इदम् औषधम् इति भवति. अपि च ओषधि भगिनि इत्युक्ते वनस्पति किल, आल् ग्रीन्स्. इत्युक्ते ओषधिः इत्युक्ते रोगनाशकद्रव्यम्. ओषधिः, ओषधिशब्दात् औषधम् इति पदम् आगतम्. एतावत् औषधं कूप्याम् अस्ति. बट् औषधि आर् वनस्पति आर् नाट् टु बि सिमिलर्, देर् टु सेपरेट्. औषधि वनस्पतयश्च इस् वाट् इस् टोल्ड् इन् द वेदास्. इत्युक्ते तयोः मध्ये भेदः अस्ति. किञ्चित् वदतु महोदय. सम्यक् न जानामि. अन्नात् भवन्ति भूतानि, भूतानि that in that one aushadhi vanaspatayascha is the word which is coming in. Two different words are there. Vadatu panchadashe adhyaye api asti khalu gama vishya ani dharayamyaham mojasa mojasa pushnami chaushadhi sarvaha सोमो भूत्वा रसात्मकः. पठितवती पुरुषोत्तमप्राप्तियोगे पञ्चदशोऽध्यायः, तस्मिन् सोमो भूत्वा रसात्मकः, कथम् एतानि सर्वाणि औषधानि निर्मितानि तस्मिन् प्रसङ्गे. तत्र सोमः भूत्वा वदतु भगिनि. अहं अत्र किं तात्पर्यम् अस्ति तत् अहं वक्तुं शक्नोमि. अहं धूलिराशितुल्याम् इमां पृथिवीं सर्वदा दृढीकुर्वन् स्वबलेन भूतानि धारयामि. अन्यथा सिकतारा शिवत् इयं पृथिवी विच्छिद्येत. एवम् अहमेव रसरूपः चन्द्रः सन् पृथिव्याम् अस्यां जायमानानि सर्वाण्यपि व्रीहिमाशमुद्गादिनि संवर्धयामि. उत्तमं. सोमः भूत्वा संवर्धयामि. That's what it said, no? Bhumi also, because of the somarasa, it is holding together. Otherwise, like sand, tikatarana, like sand, it would all collapse. So, because of somarasa, that soma, moonlight, usually he is reputed to fill in all the rasa to all the oshadaya, the night time. Heard like that, I don't know. Uttamam bhagini, dhanyavadaha. No, it is correct. अनन्तरम् अत्र अग्रिमं वाक्यमस्ति. गोमती भगिनी भवती पठतु अग्रिमं वाक्यम्. पठामि. नौका नद्याम् अस्ति. नौका आकारान्त प्रथमाविभक्ति स्त्रीलिङ्गरूपं. नद्यां नदी शब्दस्य स्त्रीलिङ्गशब्दस्य सप्तमी विभक्ति एकवचनम् अस्ति. असुधातोः लट् लकारस्य प्रथमपुरुष एकवचनं. नौका तदेव. अत्र नौका इति पदस्य अर्थः तु किं दत्तमस्ति इत्युक्ते जलोपरि प्लवनसाधनम् अथवा नद्यादि सन्तरणार्थं काष्ठादिनिर्मितयानविशेषः. अत्र नौका इति यानविशेषः काष्ठादिनिर्मितं नद्यादिसन्तरणार्थम् इत्युक्ते तरितुं नौकां उपयुज्महे. तत्र नौका इत्यस्य प्रसङ्गे अन्यत् पदमपि अस्ति, तरणिः. तरणिः इत्युक्ते नौका एव. नौका इति एकम् आकारान्तपदमस्ति. नौः इति पदमपि अस्ति. अग्रिमं वाक्यं करोतु. वस्तूनि प्रदर्शिन्यां सन्ति. वस्तूनि वस्तु उकारान्त नपुंसकलिङ्गम् अत्र बहुवचनं प्रथमाविभक्तौ. प्रदर्शिन्यां प्रदर्शिनी स्त्रीलिङ्गरूपम् ईकारान्तरूपं सप्तमी विभक्ति. सन्ति असुधातोः लट् लकार बहुवचनरूपं. सन्ति वस्तूनि वस्तु वस्तूनि वस्तूनि उत्तमं. वस्तु वस्तूनि वस्तूनि प्रदर्शिनी नदीवत् सन्ति असुधातु अदादिगणे विकरणप्रत्ययः नास्ति. अस्ति स्तः सन्ति. उत्तमं. यथा भवत्या उक्तम् उकारान्तपदमस्ति. वस्तु इत्युक्ते द्रव्यम् अथवा पदार्थः. पश्यन्तु वस्तु इति नपुंसकलिङ्गपदं, द्रव्यं नपुंसकलिङ्गपदं, किन्तु पदार्थः इति पुंलिङ्गपदमस्ति. वस् धातुः अस्ति, वसति. वस् धातोः रूपमेव वस्तु. वस्तुशब्दात् एव वास्तु इति पदमागतं. वास्तवं, वास्तविका, वास्तव्यं, वास्तुशास्त्रम् इत्यादीनि पदानि वस्तु इति पदात् एव आगतानि पदानि. उकारान्तपदमस्ति. अग्रिमं वाक्यं भगिनी भवती एव करोतु. जलं वाप्याम् अस्ति. जलं नपुंसकरूपं. जलं जले जलानि अत्र प्रथमा विभक्तौ एकवचनरूपं. वाप्यां वापी ईकारान्तस्त्रीलिङ्गरूपं सप्तमी विभक्ति. वाप्याम् अस्ति असुधातु अदादिगणे प्रथमपुरुष लट्लकार एकवचनं. जलं जले जलानि. जलं तोयम् उत्तमम्. उदकम् उदकम् आपः आपः आपः इत्यस्य प्रसङ्गे किञ्चित् वदतु भगिनि. सर्वत्र सर्व बहुवचन एव प्रयोक्तव्यम्. आपः बहुवचनरूपमेव तिष्ठति. तत्र एकवचनरूपं नास्ति. अप् इति प्रातिपदिकमस्ति, पकारान्तपदमस्ति, नित्यबहुवचनान्तशब्दः. नित्यबहुवचनात् इत्युक्ते तस्य एकवचनरूपं द्विवचनरूपं नास्ति. केवलं सर्वासु विभक्तिषु बहुवचनरूपम् एव दृश्यते. तदर्थमेव आपः इति नित्यबहुवचनान्तशब्दः अस्ति. अत्र वापी इति लिखितमस्ति. वापी इत्युक्ते जलाशयः. यत्र जलमस्ति जलाशयः. धन्यवादः भगिनी. अनन्तरं विमला भगिनी भवती करोतु अग्रिमं वाक्यं. किङ्किण्यौ पादयोः स्तः. किङ्किणी इति शब्दः द्वितीया विभक्ति. पादयोः पादयोः इति सप्तमी विभक्ति. किङ्किण्यौ प्रथमा विभक्ति. पादयोः सप्तविभक्ति. स्तः अस्ति सः सन्ति द्विवचनम्. उत्तमम्. अस् धातोः रूपमेव किन्तु द्विवचने अस्ति. अत्र किङ्किणि इति अस्ति. किङ्किणि इति ईकारान्तस्त्रीलिङ्गशब्दः. किङ्किणि इत्युक्ते किम् इति अहं दृष्टवती. किञ्चित् वदतु. नूपुरः. किञ्चित् कणति. किञ्चित् कणति इति किङ्किणि इति लिखितमस्ति. इत्युक्ते किञ्चित् शब्दं करोति. तत्र कणति इति भुवादिगणे अस्ति. अपि च किङ्किणी इत्युक्ते क्षुद्रघण्टिका. साधारणतया क्षुद्र इत्युक्ते संस्कृतभाषायां लघु इति अर्थः. अतिलघु. क्षुद्रघण्टिका. किङ्किणी. इतोपि किं लिखितमस्ति अत्र. स्तः इति पदमस्ति खलु. अत्र अस् धातोः रूपमेव किन्तु द्विवचने स्तः भवति. तत्र धातुः अस् अस्ति किन्तु अत्र स्तः इति रूपं कथं सिद्ध्यति. अत्र किं भवति. द्विवचनमस्ति. किङ्गणौ पादयोः द्विवचन द्विवचन द्विवचनमस्ति कृत्वा स्तः इति आयाति. अस् धातोः रूपमेव द्विवचनरूपम् अस्ति किन्तु अत्र कीदृशं कार्यं भवति इत्युक्ते अत्र एकं विशिष्टं सूत्रं कार्यं करोति. श्नशोरल्लोपः इति एकं सूत्रमस्ति. रुधादिगणे तस्य प्रसक्तिः आयाति. रुधादिगणे श्नम् इति विकरणप्रत्ययः अस्ति. तस्मिन् प्रसङ्गे श्नशोरल्लोपः अल्लोपः इत्युक्ते अकारलोपः भवति. अस् धातोः प्रसङ्गे अपि तेन सूत्रेण एव अकारलोपः भूत्वा अस् इत्यस्मात् अकारस्य लोपः भूत्वा दन्त्यसकारः एव आरम्भे तिष्ठति. तदनन्तरम् अन्यानि कार्याणि भवन्ति. स्तः द्विवचनप्रत्ययं योजयामः. तथा एव बहुवचनप्रसङ्गे अपि तादृशं कार्यमेव भवति. इत्युक्ते अकारस्य लोपः भवति. तत् सूत्रं रुधादिगणे साधारणतया वयं पठिष्यामः. श्नशोरल्लोपः अल्लोपः इत्युक्ते ह्रस्व अकारस्य लोपः. तादृशं कार्यं भूत्वा तत्र स्तः इति रूपं सिद्ध्यति. अग्रिमं वाक्यं करोतु. घटाः रथयोः सन्ति. घटः अकारान्तपुल्लिङ्ग बहुवचनं. रथयोः सप्तविभक्ति. रथम् इति मन्ये रथः. रथः इति अस्तु अस्तु. रथयोः सन्ति. तदपि अस् धातोः बहुवचनान्तरूप प्रथमाविभक्त्यां भटाः सन्ति. रथयोः सन्ति इति. उत्तमम्. अत्र रथयोः द्विवचनमस्ति. सप्तमीरूपं षष्टिरूपं समानं. किन्तु अत्र सप्तमीरूपम् एव स्वीकर्तव्यम्. सुप्रत्ययान् परिशीलयामश्चेत् तत्र एकं सूत्रमस्ति. सु औज समौक्षष्टाभ्यां भिष्णेभ्यां भ्यस् नशिभ्यां भ्यस्. तत् सूत्रमस्ति. तस्मिन् सूत्रे षष्टिविभक्त्यां द्विवचने सप्तमीविभक्त्यां द्विवचने औस् इति प्रत्ययं योजयामः. समानप्रत्ययं योजयामः इति कृत्वा रूपं समानं भवति. यद्यपि रूपं समानमस्ति अत्र वाक्यं दृष्ट्वा सप्तमीरूपम् एव स्वीकर्तव्यम्. अत्र किञ्चित् भटाः इति बहुवचने अस्ति. सन्ति बहुवचने. रथयोः इति द्विवचने अस्ति. साधु एव. तथा भवितुम् अर्हति. अर्हति. अत्र भटाः इत्युक्ते योद्धारः इति वयं पठितवन्तः. अग्रे पठतु. फलानि वृक्षयोः सन्ति. फलानि इति फलं नपुंसकलिङ्ग बहुवचनं प्रथमविभक्त्यां. वृक्षयोः अपि सप्तविभक्त्यां द्विवचने अस्ति. सन्ति अस् धातोः बहुवचनान्तरूपं प्रथमविभक्त्याम् अस्ति. उत्तमं. तदेव. अत्र किमपि काठिन्यं किमपि नास्ति. अन्तिमम् अग्रिमं वाक्यं. कङ्कणानि हस्तयोः सन्ति. कङ्कणं नपुंसकलिङ्ग बहुवचनं. हस्तयोः हस्तः द्विवचनं प्रथमविभक्त्यां. सन्ति अस् धातोः प्रथमविभक्त्यां बहुवचनरूपं. कङ्कण किङ्किणि इति तदेव अर्थः अस्ति किं भगिनि. तदेव अहं चिन्तितवती. इत्युक्ते कणति इति कङ्कणम् इति दत्तमस्ति. कणति इत्युक्ते शब्दं करोति इत्यस्मिन् अर्थे. कङ्कणम् इति पदमस्ति. तत्र कङ्कणानि तत्र णत्वं नास्ति. णत्वं नास्ति किमर्थम्? निमित्तं नास्ति महोदय, परन्तु कथं नकारः? उत्तमम्. इत्युक्ते तत्र निमित्तमेव नास्ति, पदमेव कङ्कणम् अस्ति. पदमेव अस्तु. तत्रापि परसवर्णसन्धि अस्ति खलु? उत्तमम्. परसवर्णादेशः, परसवर्णादेशं कृत्वा लिखितम् अस्ति. उत्तमं भगिनी. अनन्तरम् अत्र पम्मेल भगिनी भवती करोतु. आं भगिनि, पर्णानि लतयोः सन्ति. पर्णानि नपुंसकलिङ्ग बहुवचन, लतायोः षष्ठी अकारान्त स्त्रीलिङ्गशब्द, षष्ठी बहु सारि द्विवचन लतयोः. एकवचनं पर्णं अस्ति, बहुवचनं पर्णानि अस्ति. अत्र णत्वं न भवति, किमर्थम्? मूर्धन्य नकार एव बाधकवर्णः अस्ति खलु भगिनि, तदर्थं न भवति. लता इत्युक्ते शाखादिरहिता इति लिखितं. शाखाः सन्ति चेत् सः वृक्षः. अत्र शाखाः न सन्ति इति कृत्वा लता. लता इत्युक्ते शाखादिरहिता इति दत्तम्. रहिता, लता इत्यस्मिन् अर्थे एव अन्यत् पदमस्ति, वल्ली. वल्ली वल्ली इत्युक्ते लता, प्रियङ्गुलता. वल्लरी अपि विभक्ति वल्लरी. वल्लरी इत्युक्ते अपि लता एव वा? अस्तु, अग्रिमं वाक्यं. यात्रिकाः नौकयोः सन्ति. यात्रिका स्त्रीलिङ्ग बहुवचनं, नौका स्त्रीलिङ्ग द्विवचनं. सो अहं यात्रै हितम् इति लिखितं. यात्रिक यात्रा योग तत् प्रत्यययोजनेन यात्रिका भवति. एतत् पदं कथं निर्मितम् अहमपि सम्यक् न जानामि, किन्तु वयं किं जानीमः इत्युक्ते अदादिगणे एकः धातुः अस्ति, या धातुः. या धातोः रूपमेव याति. गच्छति इत्यस्मिन् अर्थे याति इति क्रियापदम् अस्ति, तस्मात् धातुतः निर्मितं पदम् इति अहं चिन्तितवती. अग्रिमं वाक्यं. वस्त्राणि पेटिकयोः सन्ति. वस्त्राणि नपुंसकलिङ्ग बहुवचनं, पेटिकयोः अगेन् स्त्रीलिङ्गशब्द द्विवचनं. वस्तातुत निष्पन्नश्चन्योगयोजनेन दृष्टवती, अत एव वदामि भगिनि, न तु अहं जानामि. वस् धातोः रूपमेव वस्त्रं. वस्त्रं यथा शास्त्रं, वस्त्रम् इत्यादीनि पदानि स्ट्रन् इति प्रत्ययान्तरूपाणि इति अहं दृष्टवती. अत्र वस् धातोः रूपमेव वस्त्रं. तत्र वस्यते, आच्छाद्यते इति वस्त्रं. वस्यते, आच्छाद्यते अनेन इति वस्त्रम्. अत्र वस्त्रम् इत्यस्मिन् अर्थे चेलं, वसनम् इत्यादीनि पदानि सन्ति. अपि च एकं विशिष्टं पदमस्ति वस्त्रम् इत्यस्मिन् अर्थे, वास सकारान्तपदम्. भगवद्गीतायाम् अपि अस्ति, वासांसि जीर्णानि श्लोकः अस्ति. वदतु. वासांसि जीर्णाय करोतु महोदय. अत्र दर्शना भगिनी एकवारं वदतु. प्रयत्नं करोमि. वासांसि जीर्णानि यथा विहाय अन्यानि संयानि नवानि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति अन्यानि संयाति नरोपराणि. वासांसि जीर्णानि यथा विहाय, यथा जीर्णानि वासांसि विहाय, यथा जीर्णानि वासांसि. वासांसि इत्युक्ते वस्त्राणि, जीर्णानि वस्त्राणि विहाय त्यक्त्वा इति तस्मिन् वाक्ये लिखितमस्ति. एतावता अस्माकं पदमस्ति वासस् इति सकारान्तपदमस्ति. मनः शब्दवत् वाससि वासांसि इति रूपाणि भवन्ति, सकारान्तपदमस्ति वस्त्रम् इत्यस्मिन् अर्थे एव. धन्यवादः भगिनी. अनन्तरं शोभा भगिनी भवती करोतु अग्रिमं वाक्यम्. आं भगिनि, धन्यवादः. धन्यवादः. पुस्तकानि निधानिकयोः सन्ति. पुस्तकम् इति नपुंसकपदं, पुस्तकानि बहुवचने. निधानिक, निधानिकं नपुंसकं वा भगिनि? निधानम्, निधानम् इति लुडन्तपदमस्ति. निधानम् इति धातोः रूपम् इत्युक्ते जुहोत्यादिगणे एकः धातुः अस्ति दधाति, तस्य रूपमेव निधानम् इत्युक्ते तस्मात् धातुतः निर्मितं पदमेव निधानिका. निधानिका, अस्तु. निधानिका इति स्त्रीलिङ्गे, निधानिकयोः तत्र द्विवचने सन्ति, पुस्तकानि सन्ति तत्र, तदेव किल? तावदेव. एतावता किञ्चिदेव वयं समापितवन्तः, किन्तु बहु उत्तमरीत्या वयं चिन्तनं कृतवन्तः इति मन्ये. भवन्तः सर्वे अग्रिमान् अभ्यासान् एकवारं पठन्तु, अग्रिमान् अभ्यासान् कुर्वन्तु. भगिनी, एकः प्रश्नः अस्ति अन्यत्, स्निह्यन्तः कीदृशं पदं? स्निह्यन्तः बहुवचनरूपमस्ति, शत्रन्तरूपमस्ति, पुंलिङ्गे अस्ति, पुंलिङ्गे अस्ति, पुंलिङ्गशत्रन्त बहुवचनरूपं. स्निह्यति, स्निह्यति इति स्निह्यति, स्निह् धातोः रूपमेव स्नेहः. स्नेहः, अन्वेषणं कृतवती परन्तु शत्रन्तरूपस्य कुत्रापि न दृष्टवती. धन्यवादः भगिनि. अत्र स्निह्यति इति धातुं दृष्ट्वा किम् अवगन्तुं शक्नुमः? या श्रूयते इति कृत्वा तत्र दिवादिगणे अस्ति इति अवगन्तुं शक्नुमः. स्निह्यति लट्लकाररूपं यथा साधयामः तादृशरीत्या एव शत्रन्तरूपाणां साधनमपि भवति, प्रक्रिया समाना एव. यदि भवती इच्छति चेत् अस्माकं जालपुटे, तत्र स्वरूपमहोदयस्य जालपुटे शत्रन्तरूपाणां निर्माणं भिन्नगणेषु कथं भवति इति अवगन्तुं करपत्राणि दत्तानि, तानि करपत्राणि पठित्वा अवगन्तुं शक्नुमः. वदतु. धन्यवादः. सर्वे अग्रिमान् अभ्यासान् कुर्वन्तु, अग्रिमे सप्ताहे पुनर्मिलामः. सर्वेषां धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः भगिनी. नमस्कारः.